वन्देहं श्रीगुरुं श्रीगुरुं वैष्णवांश्च श्रीरूपं साम्प्रजातं सहगना रघुनाथान्वितं त्वं सजीवं साद्वैतं सावधूतं परिजनाश्रितं कृष्णचैतन्यदेवं श्रीराधा कृष्णपादान् सगन ललिता श्रीविशाखान्तं च नमो विष्णु पादाय कृष्णाय भूतले श्रीमते भक्ति सिद्धांतार सरस्वती श्रीवार्षभानवी देवी रहिताय सम्बन्धा विज्ञानं दायिने प्रभवे नमः माधुर्य उज्ज्वला प्रमाद्यां श्रीरूपानुव भक्ति नमस्ते गौरवाणी श्रीमूर्तये दीनतारिणी साक्षात् वैराग्यमूर्तये विठ्ठलं नरसिंहबोधे पादाम्भोजाय ते नमः नमः भक्ति विनदाय सच्चिदानन्द नामिनी నిర్దేష్ట్యా సజ్జనా ప్రియా వైష్ణవా సార్వభౌమసి జగన్నాథాయ తే నమః. Oh.